नमस्कारः. अस्माकं प्रवर्तमानः विषयः अस्ति कृत् प्रत्ययाः अपि सार्वधातुकाः अर्धधातुकाश्च. तर्हि अद्य प्रायः अन्तिमदिनं तस्मिन् विषये चिन्तनं. तर्हि गतवर्गे किं पठितम् इति चेत्, प्रथमं तत्र कृत् प्रत्ययेषु सार्वधातुकप्रत्ययः अस्ति चेत् प्रक्रिया कथं भवति इति एकवारं तत्र स्थूलरीत्या अस्माभिः चर्चितं. तिङ् प्रत्ययेषु सार्वधातुकतिङ्प्रत्ययेषु यादृशकार्यं भवति तादृशकार्यमेव भवति सार्वधातुककृत् प्रत्ययः अस्ति इति अस्माभिः ज्ञातम्. अधुना आर्धधातुककृत् प्रत्ययः, आर्धधातुककृत् प्रत्ययः अस्ति चेत् किं भवति इति अपि गतवर्गे अस्माभिः चर्चितम्. आर्धधातुककृत् प्रत्ययः अस्ति चेत् तर्हि सः प्रत्ययः तिंशत् भिन्नः इति कृत्वा आर्धधातुकः, अपि च कृत्संज्ञकः अपि अस्ति. तादृशप्रत्ययः अस्ति चेत् तत्र गणनिमित्तिकविकरणप्रत्ययस्य चिन्तनं न भवति, यतोहि सार्वधातुकप्रत्ययः नास्ति. अतः कर्तरि शप् दिवादिभ्यः शन् इत्यादि विकरणप्रत्ययः नायान्ति. सार्वधातुकप्रत्ययः अस्ति चेदेव विकरणप्रत्ययस्य चिन्तनं भवति, कर्त्रार्थे सार्वधातुकप्रत्ययः. इदानीम् आर्धधातुकप्रत्ययः अस्ति धातुतः, तर्हि तत्र गणनिमित्तिकविकरणप्रत्ययस्य चिन्तनं न भवति. अतः गणधातुः कस्मिन् गणे अस्ति इति प्रश्नः नैव उदेति. धातुः यस्मिन् कस्मिन् गणे अपि भवतु, चिन्ता नास्ति, सर्वत्र प्रक्रिया समाना भवति. इदानीम् उदाहरणार्थं तत्र नूल् प्रत्ययः धातुतः विद्यते. तादृशनूल् प्रत्ययः धातुतः विद्यमानः अस्ति, किञ्चित् भिन्नः अस्ति इति कृत्वा अर्धधातुकप्रत्ययः अस्ति. अत्र इदानीं पट्योगः नूल् प्रत्ययः, तत्र विकरणप्रत्ययस्य चिन्तनं नास्ति, यतोहि नूल् प्रत्ययः आर्धधातुकप्रत्ययः अस्ति. तर्हि तत्र किं भवति इति चेत्, गणनिमित्तिकविकरणप्रत्ययः नायाति. तत्र धातुः यस्मिन् कस्मिन्नपि गणे भवतु, सर्वत्र नूल् प्रत्ययः एव तिष्ठति, तत्र मध्ये किमपि नास्ति. इदानीं नूल् प्रत्ययं निमित्तीकृत्य अङ्गकार्याणि भवन्ति, अनन्तरं धातुप्रत्ययोः मेलनं भवति. तावदेव प्रक्रिया, सर्वत्र समानप्रक्रिया. पाठकः, गायकः, यत्र कुत्रापि समानप्रक्रिया, न कोऽपि भेदः इति तत्र वैशिष्ट्यमस्ति. अर्धधातुककृत् प्रत्ययः अस्ति चेत् गणनिमित्तिकचिन्तनं नास्ति, सर्वत्र समानरीत्या कार्याणि भवन्ति. तदर्थं तत्र अस्माकं मातृभिः किं कृतम् इति चेत्, अत्र धातूनां विभजनं किञ्चित् भिन्नरीत्या कृतमस्ति अर्धधातुकप्रक्रियार्थं. तत्र सर्वेषां धातूनां पुनः एकवारं अजन्तदातवः, हलन्तदातवः इति विभजनं आदौ क्रियते. तदनन्तरम् अजन्तदातुषु पुनः विभजनम्, अन्तिमवर्णः कः इति विचिन्त्य पुनः धातूनां विभजनं भवति. हलन्तधातुः अस्ति चेत् तत्र उपधायां कः वर्णः अस्ति, उपधायां ह्रस्वकारः इत्युक्ते तत्र दीर्घ अकारम् आश्रित्य अथवा दीर्घ ईकारम् आश्रित्य विभजनं नास्ति, यतोहि तादृशसूत्राणि न सन्ति. अतः ह्रस्ववर्णम् आश्रित्य एव उपधायां कः वर्णः अस्ति इत्युक्ते अदुपदधातुः, इदुपदधातुः, उदुपदधातुः, ऋदुपदधातुः, अनन्तरम् अवशिष्टधातवः, यत्र दीर्घ इकारः, उकारः, ऋकारः यत्किमपि भवतु तत्र अवशिष्टधातुषु भवति. एतादृशविभजनं कुर्मः चेत् तत्र सर्वेषां धातूनां तत्र सरलरीत्या वयं प्रक्रियां साधयितुं शक्नुमः इति अत्र अस्माभिः चर्चितं गतवर्गे. तर्हि इदानीम् आर्धधातुककृत् प्रत्ययस्य विषये गणचिन्तनं नास्ति इति उक्तं. तर्हि आर्धधातुककृत् प्रत्ययस्य विषये किं चिन्तनं भवति तत्र इति चेत्, इडागमविचारः भवति इति वयं पूर्वमेव ज्ञातवन्तः. आर्धधातुकप्रत्ययः अस्ति चेत् इडागमचिन्तनं भवति. अत्र आर्धधातुकप्रत्ययः तिङन्तप्रसङ्गे वा कृदन्तप्रसङ्गे वा उभयत्र इडागमचिन्तनं भवति. तर्हि तत्र प्रश्नः प्रथमम् उदेति, धातुः कीदृशः, धातुः सेट् वा अनेट् वा इति प्रश्नः. धातुः सेट् वा अनेट् वा इति ज्ञातुं वयं जानीमः एकं सूत्रमस्ति. कोऽपि स्मरति वा सूत्रं? केन सूत्रेण वयं ज्ञातुं? तत् प्रत्ययस्य विषये अस्ति. एकाचो उपदेशेनुदात्तात् इति सूत्रेण तत्र किं भवति, ये धातवः एकाचः सन्ति, अपि च यस्मिन् धातौ यः स्वरः अवशिष्टः अस्ति, स सः स्वरः अनुदात्तः अस्ति चेत् धातुः अनिट्, एकाच् धातुः अपि च अवशिष्टः स्वरः अनुदात्तः अस्ति चेत् धातुः अनिट् अस्ति. एकाच् धातुः अवशिष्टः स्वरः, अवशिष्टः इति यदा वदामि तदानीम् इत्सञ्ज्ञकवर्णानां लोपानन्तरं यः स्वरः अवशिष्टः सः स्वरः उदात्तः अथवा स्वरितः अस्ति चेत् धातुः सेट्. तर्हि इदानीं सेट् धातुः अस्ति, तदनन्तरं प्रत्ययस्य विषये चिन्तनं करणीयं, प्रत्ययः कीदृशः इति. तदर्थं सूत्रं किमस्ति? प्रत्ययः आर्धधातुकस्येड् वलादेः इति सूत्रमस्ति. प्रत्ययः इडानुकूलः अस्ति वा नास्ति वा इति ज्ञातुम् अर्धधातुकसेड् वलादेः इति सूत्रमस्ति. तेन सूत्रेण वयम् अवगन्तुं शक्नुमः केवलम् आर्धधातुकप्रत्ययस्य एव इडागमः भवति. इडागमचिन्तनम् आर्धधातुकविषये एव भवति, अपि च प्रत्ययस्य इडागमः, न तु धातोः, न तु अङ्गस्य, प्रत्ययस्य इडागमः. तर्हि कीदृशप्रत्ययः इति चेत् आर्धधातुकप्रत्ययः. आर्धधातुकप्रत्ययः अस्ति चेत् एव इडागमचिन्तनं भवति. पुनः आर्धधातुकप्रत्ययेषु वलादिः अस्ति वा, प्रत्ययस्य आदौ वल् प्रत्याहारस्य वर्णः अस्ति वा इति प्रथमं ज्ञातव्यम्. अपि च इदानीं कृत् प्रसङ्गे अस्माकं चिन्तनं प्रवर्तमानमस्ति. तर्हि कृत् प्रत्ययः अस्ति चेत् अन्यदपि एकं सूत्रम् अस्माभिः चर्चितं. किमस्ति सूत्रं? लेट् वशीकृति. हा, नेड् वशीकृति इति अस्ति. न इट् नेट्, न इट् वशीकृति. कृति इत्युक्ते कृत् प्रत्ययः. कृत् प्रत्ययस्य आदौ वश् प्रत्याहारस्य वर्णः अस्ति चेत् तस्य इडागमः न भवति. प्रथमम् आर्धधातुकप्रत्ययः वलादिः, वल् प्रत्याहारस्य वर्णः आदौ अस्ति चेत् इडागमः भवति इति विधानम् अस्ति. तेन सूत्रेण इडागमः विधीयते. इदानीं नेड् वशीकृति इति सूत्रं निषेधकसूत्रम् अस्ति. नेड् वशीकृति इति सूत्रं किं वदति इति चेत्, यः प्रत्ययः कृत् प्रत्ययः अस्ति सः प्रत्ययः यदि वशादिः अस्ति, वश् प्रत्याहारस्य वर्णः आदौ अस्ति, तदानीम् इडागमः न भवति, इडागमस्य निषेधः अस्ति. तर्हि इदानीं कृत् प्रत्ययस्य चिन्तनं प्रवर्तमानमस्ति इति कृत्वा सूत्रद्वयं प्रवर्तते. अत्र द्वयोः चिन्तनं करणीयम्. अस्तु, इदानीं किञ्चित् पठामः. अत्र विनय महोदय पठति वा आर्धधातुकः कृत् प्रत्ययानाम् इडागमविचारः, अतः आरभ्य पठतु. द्वितीयः अत्र अस्ति आर्धातुकः कृतः कृत् प्रत्ययानाम् इडागमविचारः. आर्धातुक कृत् प्रत्ययैः निष्पादितानां पदानां धातुगणीयभेदः न भवति, किन्तु इडागमविचारः अपेक्षितः. यथा तव तु प्रत्ययः अस्ति, तव प्रत्ययः अस्ति, कृतवान् गतवान्, परन्तु इडागमे सति अतः भवति पठितवान् खादितवान्. तुमुन् ज्ञातुम् आप्तुं, परन्तु इदागमे सति क्रीडितुं जीवितुं. तव्यत् द्रष्टव्यं दातव्यं, परन्तु इदागमे सति खादितव्यं क्रीडितव्यम्. कृच् कर्ता दाता, परन्तु इडागमे सति स्पर्धितः जयता. एवमेव अनीय ऋण ल्युट् यावन्तः कृतपत्यः अशितः सन्ति ते सर्वे तथा आर्धातुकः. तत्र इडागमविचारः करणीयः. तावत् वदतु. हा, अत्र सर्वप्रत्ययः अहं पठितवान् सर्वप्रत्ययः कृत्प्रत्ययः परन्तु प्रत्ययः सेट् प्रत्ययः भवति वन् प्रत्ययः अन्तर्भूतः त्रिंशत् प्रत्ययः भवन्ति त्रिंशत् आर्धातिकप्रत्ययः भवन्ति क्तप्रत्ययः एकः वर्गः क्तार्थः क्तव तु क्त्वा क्त इत्यादि अपि च त्रिच् इत्यादि परन्तु अत्र अत्र विभागः मातृभिः कृतवान् विवादः अस्ति मार्गत्रयं त्रयः मार्गः भवन्ति यदि कित् इन्त् भवति यथा क्तप्रत्ययः अस्ति कित् अस्ति परन्तु इन्त् अपि अस्ति इदागं भवति परन्तु निषेधः अपि भवति द्वितीयमार्गः कित् गित् इन्त् भिन्नः भवन्ति तत्र यथा तुमन् अस्ति त्रिच् प्रत्ययः अस्ति तदनन्तरं तृतीयमार्गः इण्टर्नेट् भवति यथा गोल् डिश् इत्यादि प्रत्ययः भवन्ति एवमेव अरीय ल् ल्युट् क्तवाः वयं जानीमः परन्तु ल्युट् प्रत्ययः नपुंसक शब्दः भवति ड्वल् प्रत्ययः डिश् इण्टर्नेट् अन्तर्भूतः अनीर् प्रत्ययः कर्मणि प्रत्ययः कर्मणि शब्दः अस्ति परन्तु तत्र अपि कित् इत् भिन्नः अन्तर्भूतः अतः प्रत्ययः आर्धातिकप्रत्ययः वन् प्रत्ययः अन्तर्भूतः त्रिंशत् प्रत्ययः भवन्ति अत्र केवलं पञ्चषट् प्रत्ययः लिखितः परन्तु अन्यप्रत्ययः भवन्ति वयं जानीमः. हा समीचीनं महोदय. हा इत्युक्ते अत्र अत्र कः विचारः इति चेत् महोदयेन बहु किमपि उक्तं परन्तु अत्र कः विचारः इति चेत् अत्र किम् उक्तम् इति चेत् अत्र गणीयभेदः धातुगणीयभेदः नास्ति, इडागमविचारः अपेक्षितः. अर्धधातुकप्रत्ययः अस्ति चेत् इडागमविचारः अपेक्षितः. तदर्थम् अत्र उदाहरणानि दत्तानि. तवतु प्रत्यये अपि पश्यामः. तवतु प्रत्ययः तत्र ककारस्य इत्संज्ञा भवति. त इति अवश्य तवत् इति अवशिष्यते. आदौ यः ककारः अस्ति तस्य इत्संज्ञा भूत्वा लोपः भवति तवत्. तदनन्तरम् ऊकारः अन्ते यः ऊकारः अस्ति तस्यापि इत्संज्ञा भूत्वा लोपः. तर्हि तवत् इति अवशिष्यते. तवत् इति प्रत्ययः तत्र तकारः आदौ अस्ति. तकारः वल् प्रत्याहारे अस्ति वा? तवत् इति प्रत्यये वल् प्रत्याहारे अस्ति. वशादिः अस्ति वा? वशादिः आं भगिनि. फोर्त् थर्ड् खलु अनुनासिकः यवरट् अण्ड् देन् जभञ्जन् गडदश् जबगडदश् जबगडदश् नाट् फस्ट् तृतीय द्वितीया चतुर्था अण्ड् अनुनासिकः द्वितीयः चतुर्थः पञ्चमः अनन्तरं प्रथम वरल अपि च वल् प्रत्याहारे वल् प्रत्याहारे यवरट् अप् टु द सर्वे सर्वाणि व्यञ्जनानि सर्वाणि यकारं विहाय सर्वाणि व्यञ्जनानि. अस्तु इदानीं तत्र तवतु प्रत्यये तत्कारः वष् प्रत्याहारे अस्ति वा? तवतु प्रत्ययः वष् प्रत्ययः नास्ति भगिनि. वशादिः नास्ति खलु? वशादि नास्ति. हा, इत्युक्ते वर्गस्य प्रथमवर्णः द्वितीयवर्णः अस्ति चेत् तत्र वशादिः नास्ति तत्र, खलु? आं भगिनि. वर्गीयव्यञ्जनेषु वर्गस्य प्रथमवर्णः द्वितीयवर्णः वशादिः नास्ति, अतः तप्रत्ययः अत्र वशादिः नास्ति. अतः इडागम इडानुकूलः अस्ति खलु? आम्. हा, इडानुकूलः अस्ति. तर्हि अत्र पश्यामः चेत् कृतवान् गतवान् इत्यत्र यद्यपि प्रत्ययः इडानुकूलः अस्ति तथापि इडागमः न दृश्यते. किमर्थं न दृश्यते? धातु अपि प्रत्ययः अपि बोत् शुड् बि इडानुकूलः. अत्र धातुः इडानुकूलः नास्ति, प्रत्ययः इडानुकूलः, धातुः इडानुकूलः नास्ति. अतः एव कृतवान् इति अस्ति, गतवान् इति अस्ति. परन्तु पठितवान् खादितवान् इत्यत्र पश्यामः चेत् पट् इति धातुः इडानुकूलः अस्ति, खाद् इति धातुः इडानुकूलः सेट् अस्ति, पट् अपि सेट् अस्ति. अतः पठितवान् खादितवान् इति रूपम्. एवमेव पश्यामः चेत् तुमुन् इत्यत्रापि तुमुन् प्रत्ययः अपि किमस्ति? वलादिः अस्ति, वशादिः नास्ति. अस्ति, पुनः चिन्तनं करणीयं. वदतु. आं भगिनि, तुमुन् प्रत्यये वलादिः अस्ति, वशादिः नास्ति. धातुः प्रत्ययो बोत् उभयोः दृढ इडानुकूलः अस्ति चेत् एव इडानुकू इट् भवति. क्रीड् इति धातुः इडागमः क्रीडितुं भवति. तुमुन् इति आर्धधातुकप्रत्ययः, इडानुकूलः वलादि, सो इट् भवति. धातु अपि सेक् भवति. उदात सत्यं, परन्तु ज्ञातुम् आप्तुम् इत्यत्र इडागमः नास्ति, यतोहि धातुः अनिट्. ज्ञाधातुः अनिट्, आप् धातुः अपि अनिट्. एवमेव तत्र तव्यत् प्रत्ययः अपि इडानुकूलः अस्ति, वशादिः नास्ति. पुनः धातुः सेट् वा अनिट् वा इति द्रष्टव्यं. तृच् इत्यत्रापि तथैव. तृच् इति प्रत्ययः अपि वलादिः, वशादिः नास्ति. कस्यचित् ध्वनिः अस्ति. अस्तु, इदानीं तत्र एवमेव अनियर् नूल् यः कोऽपि प्रत्ययः भवतु, चिन्तनं करणीयं. तत्र आर्धधातुकप्रत्ययः अस्ति चेत् इडागमविचारः करणीयः इति विषयः अस्ति. प्रश्नः अस्ति वा? एकः प्रश्नः भगिनि, अत्र अहं माता पुष्पजी किञ्चित् पठितवान्, तत्र अपेक्षितः यदि वयं धातु अनेट् अस्ति वा सेट् अस्ति वा वेट् अस्ति इत्यादि, परन्तु स्वरविज्ञान विना कथं वयं जानीमः यदि धातु कीदृशः अस्ति? यदि अहं पठ सम्बन्धे स्मरामि तर्हि अहं वदामि यथा धातु सेट् अस्ति, परन्तु स्वरविज्ञान विना वयं पठितवान्. अतः एव इदानीं स्वरज्ञानं नास्ति इति समीचीनम्. इदानीम् अद्यतनकाले स्वरज्ञानं नास्ति अस्माकम्, अतः एव वयं धातुपाठं पश्यामः. धातुपाठं दृष्ट्वा वयं पश्यामः सेट् इति अस्ति वा, अतः सेट् इति स्वीकुर्मः, यतोहि स्वरज्ञानं नास्ति. परन्तु अत्र स्वरसहितधातुपाठः अपि अस्ति खलु, तत्र द्रष्टुं शक्नुमः. एकवारं मया प्रेषितमस्ति ईमेल् माध्यमेन स्वरसहितधातुपाठः इति, तत्र पश्यामः चेत् ज्ञातुं शक्नुमः तत्र स्वरः कीदृशः इति. तादृशपाठः लभ्यते अद्यत्वे. परन्तु पुष्प मातुः पुस्तकः सर्वे पुस्तकः स्वरविज्ञान सम्यक्तः लिखितवान्. अहं तत्र तत्रापि द्रष्टुं शक्नुमः खलु, तत्र दृष्ट्वा ज्ञातुं शक्नुमः. तावदेव, यतोहि अस्माकं ज्ञानं नास्ति. किञ्चित् किञ्चित् भ्रमः अस्ति, परन्तु तत् यदा अहं समस्त स्वर दृष्टवान् तर्हि कोऽपि भ्रमः नास्ति. अतः तत्र सत्यमेव, इदानीन्तनकाले स्वरविज्ञानं नास्ति इति सम्यक् अस्ति, तादृशज्ञानं लुप्तमस्ति. तर्हि इदानीं वयं किं कर्तुं शक्नुमः, अस्माकं कृते कथं तत्र किं कथं ज्ञातुं शक्नुमः सेत् वा नेत् वा इति चेत्, एकमस्ति तत्र धातुपाठेषु साक्षात् उच्यते, धातुः सेत् वा नेत् वा इति साक्षात् उच्यते, तद्वयं स्वीकर्तुं शक्नुमः. नो चेत् तत्र स्वरसहितधातुपाठः अपि अस्ति, तदपि स्वीकर्तुं शक्नुमः. अपि च अन्यतृतीय उपायः कः इति चेत्, वयं तत्र अजन्तधातुषु प्रायेण सर्वे धातवः अनेटः, केवलं तत्र चतुर्दशधातवः एव सेटः. यदि वयं चतुर्दशधातूनां कण्ठस्थीकुर्मः तर्हि तत्र वयं ज्ञातुं शक्नुमः, ओ अजन्तधातुषु प्रायेण सर्वे अनेटः, केवलं चतुर्दशधातवः एव सेटः. अपि च अलन्तधातुषु प्रायेण सर्वे धातवः सेटः, केवलं तत्र द्वादिक एकशतं धातवः एव सेटः, क्षम्यताम् अनितः. अलन्तधातवः प्रायेण सेटः, केवलं द्वादिक एकशतं धातवः एव अनितः. यदि तत्र द्वादिक एकशतं धातूनां कण्ठस्थीकुर्मः तर्हि वयं झटिति ज्ञातुं शक्नुमः धातुः सेट् वा अनेक वा इति अस्माकं कृते उपायः अस्ति. यदि ज्ञानं नास्ति चेदपि, स्वरज्ञानं नास्ति चेदपि ज्ञातुं शक्नुमः. प्रायेण सर्वे हलन्तदातवः सेटः, प्रायेण अजन्तदातवः अनेतः इति ज्ञातुं शक्नुमः. अपि च अजन्तधातुषु मध्ये दीर्घ ऊकारान्तधातवः, दीर्घ ऋकारान्तदातवः सर्वे सेटः. यः कोऽपि दीर्घ ऊकारान्त दीर्घ ऋकारान्तधातवः ते सर्वे सेटः इति तादृशज्ञानं वयं प्राप्तुं शक्नुमः. अस्तु, एक अन्य प्रश्नः. वयं वेतसम्बन्ध धातुसम्बन्धेन पठितवान् वा, अथ वेत प्रायः त्रिंशत् धातवः इत्यादि भवन्ति, परन्तु वेत अनिट् सम्बन्धे कोऽपि अर्थः न, अत्र वेट् सम्बन्धे सूत्राणि सन्ति, वेट् सम्बन्धे सूत्राणि सन्ति. धातवः केचन धातवः विकल्पेन वेट् विकल्पेन सेट् भवन्ति, इत्युक्ते एकस्मिन् पक्षे अनेट् एकस्मिन् पक्षे सेट्, अतः रूपद्वयं सम्भवति, तेषां धातूनां रूपद्वयं सम्भवति, इत् सहितरूपम् इत् विना रूपम्, अनिट् सहितरूपम्. तर्हि तदर्थं सूत्राणि सन्ति, वेट् धातवः के इति सूत्राणि सन्ति. यतोहि सूत्रे एव साक्षात् धातवः उल्लेखिताः. अत्र उदाहरणार्थम् एकं सूत्रमस्ति, स्वरति सूति सूयति धूयो उदितो वा इति सूत्रमस्ति. तेन सूत्रेण के धातवः वेटः इति ज्ञातुं शक्नुमः. तत्र सर्वे तत्र उदित् धातवः सर्वे वेटः, उदितः ऊदिद्धातवः सर्वे वेटः इति तादृशसूत्राणि सन्ति. अतः यदा आर्धधातुकप्रत्ययाः विषये अग्रे पठामः पठिष्यामः तदानीं ज्ञातुं शक्नुमः. इदानीम् अग्रे गच्छेम, अस्तु इदानीं अस्तु समीचीनम्. अरुणा भगिनी पठति वा अग्रे? आर्धधातुकप्रत्ययः परे सति नाम इ इति आगमः कुत्रचित् धातुः धातुप्रत्ययोः मध्ये उपविशति. यथा दृष्टं पूर्वं धातुः अपि सेत् स इत् प्रत्ययः अपि सेत् चेदेव इडागमः भवति. धातुप्रत्ययोः मध्ये एकोपि अनित् अन् इत् सेत् इडागमः न, स्वयमपि सेत् चेदपि अपवाद परन्तु द्वयोर्मध्ये एकः चेत् इदागमो एव भवति. अत्र दर्शकपरिचये धातु किं भवति, सम्यक्तया न श्रूयते भगिनि. किञ्चित् प्रतिध्वनिः अपि अस्ति परे इट् आगम तत् अर्थं किं चेत् इ आगम भवति कुत्र भवति इति चेत् नियमः किम् इति चेत् प्रत्यय धातुप्रत्ययमध्ये आगच्छति धातु सेट् अस्ति वा प्रत्यय सेट् अस्ति वा तदेव इदागम भवति धातुः प्रत्यय अनिट् अस्ति चेत् इदागम न भवति तदेव समीचीनं तर्हि तत्र इडागमः कुत्र भवति कस्य इडागमः प्रत्यय धातु प्रत्ययमध्ये आगच्छति तिष्ठति अत्र सूत्रमस्ति आद्यन्तौटकितौत्रेण आद्यन्तौटकितौ इत्यनेन कस्य आगमः कस्य आदौ आगच्छति इट् आगमः प्रत्यय पूर्वम् आगच्छति प्रत्ययस्य आदौ आगच्छति अत्र प्रत्यय अत्र इडागमः प्रत्ययस्य इडागमः अत्र इट् इति आगमः टित् अस्ति आतधातुकस्येड् वलादेः इट् इति अस्ति इति कृत्वा टित् अस्ति टित् इति कृत्वा प्रत्ययस्य आदौ आगच्छति आद्यन्तौ टकितौ इति परिभाषासूत्रेण प्रत्ययस्य आद्यवयवः भवति तर्हि यथा अस्माभिः चर्चितं धातुः सेट् वा इति सेट् वा अनिट् वा इति विचार्य अनन्तरं प्रत्ययः अपि सेट् इडानुकूलः वा न वा इति विचार्य इडागमस्य चिन्तनं करणीयं द्वयोर्मध्ये एकः अपि इडानुकूलः नास्ति अथवा एक धातुः अनिट् अस्ति प्रत्ययः इडानुकूलः नास्ति इति वदामः इति चिन्तयामः चेत् इडागमः नैव भवति समीचीनं कुत्रचित् अपवादसूत्राः सन्ति तदेव द्वयमपि सेट् चेत् अपि अपवादेन इडागमः न भवति इति विशिष्टसूत्राणि इत्युक्ते इडागमः इति एकं प्रकरणम् अस्ति तस्मिन् बहूनि सूत्राणि सन्ति अतः अपवादाः अपि उच्यन्ते निषेधाः अपि उच्यन्ते अतः तत्सर्वं विचार्य एव इडागमः भवति वा न वा इति चिन्तनीयं परन्तु सरलरीत्या चिन्तयामः चेत् धातुः सेत् अपि च प्रत्ययः इडानुकूलः चेत् इडागमः भवति इति सार्वत्रिकनियमः अस्ति परन्तु अपवादाः तु सन्ति एव सप्रत्ययस्य विषये बहवः अपवादाः सन्ति अस्तु तर्हि अग्रे सूर्यकुमारी भगिनी पठति वा अर्धधातुकप्रत्ययः अर्धधातुक सेट् वलादेः भगिनि कोऽपि अर्धधातुकप्रत्ययः सेट् नाम कोऽपि अर्धधातुकप्रत्ययः सेट् नाम इडागमयोग्यः न वा इति कथं ज्ञातव्यम् एतदर्थं प्रमुखं सूत्रद्वयम् अस्ति आर्धधातुकप्रत्ययः सेट् कः कोऽपि प्रत्ययः आर्धधातुकः अस्ति चेत् सेट् भवति न वा इति कथं ज्ञातव्यम् एतदर्थं सूत्रद्वयम् अस्ति सूत्रं पठतु आर्धधातुकस्येद् वलादेः आर्धधातुकस्येद् वलादेः आर्धधातुकप्रत्ययस्य आदौ वल् प्रत्याहारे अन्यतमवर्णः अस्ति चेत् तस्य इरागमो भवति वलादेरार्धधातुकस्येद् इडागमः स्यात् इट् आगमः इत् आगमः टित् अतः आद्यन्तौ टकितौ इत्यनेन प्रत्ययस्य आदौ आयाति वल् प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि वल् आदौ यस्य सा वलादिः बहुव्रीहिः तस्य वलादेः आर्धधातुकस्य षष्ट्यन्तम् इत् प्रथमान्तं वलादेः षष्ट्यन्तम् त्रिपदमिदं सूत्रम् अङ्गस्य एतस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गात् वलादेः आर्धधातुकस्य इट् सूत्रं वदति आर्धधातुकप्रत्ययस्य आदौ वल् प्रत्याहारे कोऽपि वर्णः अस्ति इडागम अनुकूलः भवति. वलादेः आर्धधातुकस्य इडागमः भवति. इट् आगमः इट् तकार अस्ति चेत् आद्यन्तौ टकितौ सूत्रेण प्रत्ययस्य पूर्वं भवति. इत्तिनेन प्रत्ययस्य आदौ आयाति. वल् प्रत्याहारे यकारविहाय सर्वाणि व्यञ्जनानि सन्ति. अनुवृत्तिसहितसूत्रमस्ति. अङ्गात् वलादेः आर्धधातुकस्य इट् अङ्गात् तदर्थं धातु धातुपरः वल् प्रत्याहारे के वर्णाः सन्ति प्रत्ययस्य के वर्णाः सन्ति इट् आगम भवति. तदर्थम् आर्धधातुकप्रत्ययस्य इट् अनुकूलः यकारविहाय अन्ये कोऽपि कृत् प्रत्ययः अस्ति चेत् प्रत्यय इडागम अनुकूलः भवति. समीचीनं, सम्यक्. तर्हि अत्र अत्र सूत्रे किमुक्तम्? अङ्गात् वलादेः आर्धधातुकस्य इट् इति अस्ति. वलादेः आर्धधातुकस्य अनयोः कः सम्बन्धः? वलादेः आर्धधातुकप्रत्ययस्य विशेषणविशेषसम्बन्धः. हा, विशेषणविशेषसम्बन्धः अस्ति. तत्र किम् अस्ति विशेषणं? वलादेः इस् विशेषणम् आर्धधातुके विशेष्यम् आर्धधातुकस्य इति विशेषणम् अस्तु. समीचीनम्. अपि च तत्र अङ्गात् इत्यस्यापि अधिकारः अस्ति खलु? भगिनि, अङ्गात् इत्यस्य महत्त्वं किं? तत्र किमर्थम् अङ्गात् इति उक्तम्? अङ्गस्य अङ्गात् परकार्यम्. हा, परकार्यम् इत्युक्ते तत्र अङ्गम् इत्युक्ते केवलं प्रत्ययः अस्ति चेत् पर्याप्तं नास्ति खलु? प्रत्यय अङ्गस्य परः प्रत्ययः अस्ति चेत् एव अङ्गात्. प्रत्ययस्य अनन्तरं अङ्गस्य अनन्तरं प्रत्ययः अस्ति चेदेव भवति. अर्धधातुकप्रत्ययः अस्ति चेदेव भवति. इत्युक्ते केवलं प्रत्ययस्य इडागमः नास्ति, अङ्गस्य विचारः अपि अस्ति खलु? अतः एव अङ्गस्य इत्यस्य अधिकारे स्थापितमस्ति. अस्तु, समीचीनम्. अत्र कोऽपि प्रश्नः अस्ति वा? हा, अस्तु. आर्धधातुकस्य इट् आर्धधातुकस्य एट् तत्र गुणसन्धिः. अस्तु, इदानीम् अग्रिमं सूत्रं. धन्यवादः. इदानीम् अग्रे तत्र पमेला भगिनी पठतु. आं भगिनि, नेड् वशीकृति कृट् प्रत्ययस्य आदौ वश् प्रत्याहारे अन्यतवर्णः अस्ति चेत् तस्य इडागमो न भवति. यस्मिन् विधिस्तदादवल्ग्रहणे वार्तिकम् इत्यनेन वशीकृति इत्युक्तौ वशादौ कृति तादृशः प्रत्ययः यस्य आदौ वश् स्यात्. वश् प्रत्याहारे वर्गीयव्यञ्जनानां तृतीयचतुर्थः पञ्चमसदस्याः वकाररेफलकाराः च नाम कृत्सु प्रत्ययस्य आदौ वर्गीयव्यञ्जनां नाम प्रथमः द्वितीयः अथवा ष चे इडानुकूलः. न अव्ययपदम् इट् प्रथमान्तं वशी सप्तम्यान्तं कृति सप्तम्यान्तं अनेकपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गात् न इट् वशीकृति. प्रयत्नं करोमि भगिनि, किन्तु तत् यस्मिन् विधिस्तदा मम अवगमनं सम्यक् नास्ति. नेड् वशीकृति इति निषेधकसूत्रम् अस्ति. कृट् प्रत्ययस्य यदि वश् प्रत्याहार वर्णः अस्ति चेत् तत्र इडानुकूल न भवति, इडगम न भवति. प्रत्ययस्य आदौ, आदौ इति कथं जानीमः? यस्मिन् ओ इत्यनेन वार्तिकं वशीकृति इत्युक्ते वशादौ कृति. तत्र सप्तम्यम् अन्तम् अस्ति वशीकृति इति, तर्हि तत्र पूर्वं कार्यम् इति अस्ति इति कृत्वा आदौ अस्ति इति चिन्तयामि. पूर्वकार्यम् इति कृत्वा आदौ अस्ति इति नास्ति. अत्र तु पश्यतु अङ्गात् न इट् वशीकृति. ओ अङ्गात्, आम् ओके, अङ्गात् इति अस्ति खलु. अङ्गात् इत्युक्ते तत्र इडागमः, इडागमः इडागमविधानं केन सूत्रेण अस्ति? आर्धधातुक सेट् वलादे इत्यस्य इडागमस्य विधानं भवति. अनेन सूत्रेण किं क्रियते? अनेन सूत्रेण कृट् प्रत्यये यदि वल् प्रत्याहार आदौ वल् प्रत्याहारस्य अन्यतमवर्णः अस्ति चेत् इडानुकूलः भवति. नेड् वशीकृति इति सूत्रं किं करोति? नेड् वशीकृति सूत्रं वल् प्रत्याहारे वशादि अस्ति चेत् प्रत्याहारे वशादिः इत्युक्ते किं? वल् प्रत्याहार प्रत्याहारे वशादिः, वल् प्रत्याहारे प्रथमं तु वल् भवेत् इडानुकूल अनुकूलं भवेत्. वल् प्रत्याहारे पुनर् वयं द्रष्टव्यं यदि वश् प्रत्याहारे अस्ति, तर्हि यदि वश् प्रत्याहारे अस्ति तर्हि इडानुकूलः न भवति. अस्तु, समीचीनं समीचीनम्. अत्र एकवारं पश्यामः, अत्र आर्धधातुकसेड् बलादेः इति सूत्रेण इडागमस्य विधानम् अस्ति. अस्तु, इदानीं तत्र कः वदति? अत्र शोभा भगिनी वदतु, नेड् वशीकृति इति सूत्रं स्वतन्त्रतया कार्यं कर्तुं शक्नोति वा? स्वतन्त्रतया नेड् वशीकृति निषेधकसूत्रं स्वतन्त्रया इत्युक्ते तत्र पूर्वस्य सूत्रस्य विषये अस्ति वा भगिनि? तत्र वल् प्रत्याहारे वश् इति वल् प्रत्याहारस्य अन्तर्भूत प्रत्याहारः अस्ति. मम प्रश्नस्य आशयः कः इति चेत्, नेड् वशीकृति इति सूत्रं कुत्रचित् तत्र स्वतन्त्रतया कार्यं कर्तुं शक्नोति. इत्युक्ते तत्र बहूनि सूत्राणि सन्ति. अत्र इको यणचि इति सूत्रमहं वदामि चेत् इकः स्थाने यणादेशः, अचि परे इति स्वतन्त्रतया कार्यं कर्तुं शक्नोति. एवम् अत्र नेड् वशीकृति इति सूत्रं स्वतन्त्रतया कार्यं कर्तुं शक्नोति वा इति प्रश्नः. कर्तुं शक्नोति इति मन्ये. इदानीम् अनियर् अनियर् प्रत्ययः अस्ति, अनियर् प्रत्ययः अस्ति, तत्र नेड् वशीकृति इति सूत्रं कार्यं कर्तुं शक्नोति वा? तत्र अनियर् इति कृत् प्रत्ययः अस्ति, अपि च किन्तु वश् प्रत्ययः नास्ति. वश् प्रत्ययः न स्यात् एव इदं सूत्रं वदति खलु. नेड् वशीकृति इति किं वदति? वश् प्रत्याहारस्य वर्णः न स्यात् इति वदति. अनियर् प्रत्यये वश् प्रत्याहारस्य वर्णः अस्ति वा? नास्ति. तर्हि तत्र किं तेन किं तेन वल् भवेत् परन्तु वल् भवेत् चेत् अपि वश् इदागमः भवति. इत्युक्ते शोभा भगिनी कनेक्षन् अस्ति. शोभाभगिनी वदतु, शोभाभगिनी अत्र अवगतं वा प्रश्नः कः इति? अहं चिन्तितवती भगिनि, तत्र वल् प्रत्याहारे वश् इति वल् प्रत्याहारे एव अस्ति. वल् अस्ति चेत् भवति, किन्तु वश् अस्ति चेत् न भवति. कनेक्षन् किमर्थं करोति, किमर्थं कनेक्षन् करोति तत्र वल् प्रत्याहारे अस्ति वश्, किमर्थम् एतादृश कनेक्षन्? समीचीनं भवत्याः चिन्तनं समीचीनं, परन्तु किमर्थं करोति इति वदतु. किमर्थम् अर्धधातुक सेड् वलादेः अपि च नेड् वशीकृति अनयोः कनेक्षन् करोति भवती सूत्रयोः? कथं जानीमः तत्र कनेक्षन् अस्ति इति? कनेक्षन् किम् अस्ति चेत् तत्र अर्धधातुकस्य इट् वल् आदेहे, किन्तु कृत् प्रत्ययस्य कृते एव एतस्य सूत्रस्य प्रसक्तिः अस्ति. सूत्रं पश्यामः चेत् कृति इति अस्ति इति कृत्वा वल् प्रत्याहारे कानिचन प्रत्याहारः क्षमतां कानिचन प्रत्ययाः वश् आदौ अस्ति चेत् कार्यं न करोति इति एतत्न. समीचीनं. तर्हि अनियर् प्रत्ययः अस्ति, अनियर् प्रत्ययः अस्ति चेत् नेड् वशीकृति इति सूत्रं कार्यं करोति वा इति प्रश्नः? न करोति. किमर्थम्? आदौ अकारः अस्ति, वश् प्रत्याहारस्थवर्णः नास्ति. तर्हि इडागमः भवति वा अनियर् प्रत्ययः? क्षमताम्, कार्यं करोति न इट् वश् कृति. तत्र निषेधकसूत्रं न भवति किल अनियर् प्रत्ययस्य कृते? एतत् सूत्रं कार्यं करोति. हा, अतः किं वक्तव्यम् इति चेत् समीचीनम् इत्युक्ते नेड् वशीकृति इति निषेधकसूत्रम् अस्ति, अतः स्वतन्त्रतया तस्य कार्यं नास्ति. यथा अनियर् प्रत्यये, अनियर् प्रत्यये तत्र नेड् वशीकृति सूत्रं कार्यं करोति वा न वा इति चिन्तनम् एव प्रथमं न करणीयं. प्रथमं तत्र अर्धधातुकसेड् वलादेहे इत्यनेन इडागमस्य विधानम् अस्ति वा इति चिन्तनीयम्. यत्र यत्र निषेधकसूत्रम् अस्ति तत्र विधानं प्रथमतया भवति. विधानमस्ति चेदेव निषेधः, स्वतन्त्रतया निषेधः न भवति. अतः अनियर् प्रत्यये नेड् वशीकृति इति सूत्रं वस्तुतया तस्य वशादिः नास्ति. अत्र सूत्रं किं वदति? अङ्गात् न इट् वशीकृति. अत्र तु वशीकृति नास्ति, अतः इडागमः स्यात् तत्र अनियर् प्रत्यये, परन्तु तथापि अनियर् प्रत्ययस्य इडागमः नास्ति. किमर्थम् इति चेत् नेड् वशीकृति इति सूत्रं स्वतन्त्रतया कार्यं न करोति. यदा विधानम् अस्ति तदानीं निषिध्यति. तत्र अनियर् प्रत्यये यत्र अस्ति तत्र आगधातुकसेड् वलादेः इति सूत्रस्य कार्यं नास्ति, यतोहि अनियर् प्रत्ययः वलादिः नास्ति, अतः निषेधः अपि नास्ति इति तत्र अहं स्मारयितुम् इच्छामि. यत् यत्र निषेधकसूत्रम् अस्ति तत्र प्रथमतया विधानम् अस्ति वा इति चिन्तनीयं. केनचित् सूत्रेण यदि किमपि कार्यं विधीयते तदानीं निषेधः भवति इति स्मर्तव्यम्. अस्तु, इदानीं नेड् वशीकृति इति सूत्रे सूत्रं किं वदति इति चेत् अङ्गात् न इट् वशीकृति इति वदति. इदानीम् अत्र सुमन् भगिनी वदतु, अत्र यस्मिन् विधि तदादौ वल् ग्रहणे इति सूत्रस्य कार्यं किं कार्यम् अस्ति अत्र? क्षम्यतां भगिनि, पुनः पृच्छतु. नेड् वशीकृति इति सूत्रस्य अनुवृत्तिसहितसूत्रमस्ति, अङ्गात् न इट् वशीकृति. तत्र यस्मिन् विधि सदादौ वल् ग्रहणे इति वार्तिकस्य किं कार्यम्? तत्र आदौ अस्ति चेत् निषेधः भवति. किमर्थम् आदौ अस्ति चेत् तत्र अत्र प्रथमतया वदतु किमर्थं वार्तिकस्य वार्तिकस्य आवश्यकता किमर्थम्? येन विधिस्तदन्तस्य इति आसीत् खलु तत् कारणं. वदतु रमा भगिनी, अङ्कस्य न भवति, आदौ भवति. येन विधिस्तदन्तस्य कारणेन वशीकृति द्वे अपि सप्तमी विभक्ति चेत् एकः विशेषणम् एकं विशेष्यम् एकं विशेष्य भवति. अतः वशीग्रहणं वशीकृतिग्रहणं भवति, विधिग्रहणं भवति. इत्युक्ते किं वशीकृतिग्रहणं भवति इत्युक्ते किम्? येन विधिस्तदं तस्य किं कार्यम्? विधि विशेषस्य विधि विशेष्यं विधि विशेषः अपि ग्रहणं करोति. विशेष्यस्य विधि विशेषणमपि ग्रहणम्. इदानीम् अत्र इतोपि पुनः एकवारं प्रयत्नं करोतु. अत्र वशीकृति इति विशेषणविशेषभावः, विशेषणं किम्? कृतिविशेषणं वशी विशेष्यं विशेष्यं कृति विशेषणं विशेषणं वशी विशेषणं वशी कृति इति विशेष्यम् अस्ति. समीचीनं. तर्हि तस्य अर्थः कः भवति? इदानीम् अहं वदामि सुन्दरः बालकः इति वदामि चेत् तस्य अर्थः कः भवति? अर्थः कः? विशेषणस्य गुणः विशेष्यं गृह्णाति. हा, इत्यस्य अर्थः कः? बालकः सुन्दरः भवति. सम्पूर्णबालकः सुन्दरः इति, न तु तस्य हस्तः पादः इति नास्ति, सम्पूर्णबालकः सुन्दरः इति अर्थः. इत्युक्ते तत्र भेदः नास्ति, तयोः भेदः नास्ति. सुन्दरः बालकः इति वदामि चेत्, सुन्दरः इति वदामि चेदेव तस्य अर्थः बालकः. बालकः इति वदामि चेत् सुन्दरः, तयोः अभेदः अस्ति, भेदः नास्ति. यदि अहं सुन्दरः बालकः इति वदामि चेत् सम्पूर्णबालकः सुन्दरः. एवमेव अहं वदामि इकः अङ्गस्य इति वदामि चेत्, इकः अङ्गस्य इति वदामि चेत् सम्पूर्ण अङ्गम् इक् अस्ति, अभेदः अस्ति. वशीकृति इति वदामि चेत् सम्पूर्ण कृत् प्रत्ययः वश् अस्ति, वश् प्रत्याहारस्य वर्णः अस्ति. तदानीं तत्र किं भवति? एतादृश अर्थः अस्ति. इदानीं तत्र किं भवति? येन विधिस्तदन्तस्य इति किं कार्यं करोति? विजयलक्ष्मी भगिनी वदतु. येन विधिस्तदन्तस्य वदति केवलं वश् अन्ते भवति चेत् एव कार्यं भवति इति. कृत् प्रत्ययस्य अन्ते यदि वश् प्रत्याहारस्य वर्णः भवति तदा कार्यं भवति इति, तत्र एव कार्यं भवति इति. केवलम् अन्ते इति नास्ति खलु, केवलम् अन्ते इति नास्ति, न केवलं वश्यति, केवलं वश्यति कृत् प्रत्ययः, परन्तु तादृशकृत् प्रत्ययः यस्य अन्ते वश् प्रत्याहारस्य वर्णः अस्ति, वर्णः अस्ति. परन्तु अत्र वार्तिकं वदति अन्ते नास्ति, आदौ यस्मिन् विधिस्तदादाव् अल्ग्रहणे, तत् अत्र येन विधिस्तदन्तस्य विपरीत अर्थः वार्तिकं ददाति. अन्ते नास्ति, अत्र आदौ भवति इति. तत्कारणं कृत् प्रत्ययस्य आदौ वश् प्रत्याहारस्य वर्णः भवेत्. समीचीनम्. इकः अङ्गस्य इत्यत्र यस्मिन् विधि सदादौ वल्ग्रहणे कार्यं करोति वा? इकः अङ्गस्य, अत्र अस्माकं सूत्रमस्ति खलु सार्वधातुकार्धधातुकयोः, तत्र इकः अङ्गस्य गुणः इति वदामः, तत्र इकः अङ्गस्य इत्यस्य न, तत्र तु षष्ठी अस्ति. परन्तु तत्र इकः अङ्गस्य इति अङ्गस्य स्थाने भवति इति, अङ्गस्य अन्ते भवति इति. इत्युक्ते तत्र इकः अङ्गस्य इत्यत्र यस्मिन् विधि सदादौ वल् ग्रहणे इति कार्यं न करोति इति समीचीनं, किमर्थं न करोति? तत्रापि येन विधि सदन्तस्य इति सूत्रं प्रबाद्य कार्यं कुर्यात्। पुनरेकवारं पृच्छतु। इकः अङ्गस्य इति षष्टी इति उक्तवती, समीचीनं। षष्टी इति कृत्वा तत्र यस्मिन् विधि सदादौ वल् ग्रहणे कार्यं न करोति इति उक्तवती, परन्तु किमर्थम् इति न उक्तम्। तत्र येन विधि तदन्तस्य सूत्रमेव कार्यं करोति खलु? समीचीनं, जानीमः, परन्तु किमर्थं यस्मिन् विधि न कार्यं करोति इति मम प्रश्नः। यस्मिन् विधि सदादौ वल् ग्रहणे इति किमर्थं कार्यं न करोति तत्र? ओ, तत्र किमर्थं न करोति इति तत्र यस्मिन् अस्ति भगिनि, यस्मिन् इत्युक्ते सप्तमी अपेक्षितम्। यस्मिन् इति उक्तं खलु वार्तिके, यस्मिन् इति उक्तम्। अतः यस्मिन् इत्युक्ते सप्तम्यन्तं पदम् आवश्यकं, यत्र सप्तम्यन्तं पदं विशेषणविशेषभावं प्रकटयति तत्र एव इदं कार्यं करोति। तत्र अपि च अल्वर्णः अस्ति तत्र, यदा इदं वार्तिकं कुत्र कार्यं करोति इति चेत् यत्र सप्तम्यन्तपदद्वयं वर्तते अपि च विशेषणं तत्र अल् रूपेण अस्ति, वशी ई इति तादृशं वल् रूपेण अस्ति चेत्, वल् नास्ति, अल् रूपेण अस्ति चेत् तदानीं यस्मिन् विधि सदादौ वल् ग्रहणे इति कार्यं करोति। इकः अङ्गस्य इत्यत्र यद्यपि इक् इति अल् रूपेण अस्ति तथापि सप्तम्यन्तं नास्ति, अतः कार्यं न करोति। बुद्धं वा? बुद्धम्। अत्र गीताञ्जलि भगिनी अवगतं वा? वदतु, किम् अवगतम्? आं भगिनि, किञ्चित् तु अवगतं, किन्तु अत्र इत्युक्ते यस्मिन् इत्युक्ते विषय सप्तमी इति, इत्युक्ते कथं जानीमः कुत्र यस्मिन् इत्युक्ते सप्तमी एव, कुतः कथं जानीमः कदा यस्मिन् इत्युक्ते यत्र सप्तमी पदमस्ति चेत् एव? व्याख्यानतः विशेषप्रतिपत्तिः, यत्र अस्माकं तादृश अवगमनं नास्ति तत्र व्याख्यानं द्रष्टव्यं, व्याख्यानमेव शरणम्। यत्र अस्माकम् अवगमनं नास्ति सप्तमी विषये सप्तमी वा सामान्यसप्तमी वा इति अथवा अत्र पूर्वकार्यं वा इति कथं जानीमः इति चेत् विशेषव्याख्यानतः प्रतिपत्तिः, विशेषज्ञानं भवति। धन्यवादः भगिनी। भवती तत्र भवती स्पीकर्तः बहु दूरम् अस्ति, किञ्चित् क्षम्यतां। येन विधि सदन्तस्य एकं सूत्रमस्ति, किन्तु तत् सूत्रम् अत्र न प्रसक्तिः। किमर्थं तत् सूत्रं तु यत्र अन्ते विषयः अस्ति चेदेव प्रसक्तिः, किन्तु अत्र यस्मिन् विधि सदादा वल् ग्रहणे विषय तु आदौ किं वर्णः अस्ति इति। येन विधि सदन्तस्य इति किमर्थं प्रसक्तं नास्ति, पुनः वदतु। येन विधि सदन्तस्य इत्युक्ते तत्र केवल आदौ विषये नास्ति इत्युक्ते सम्पूर्ण सम्पूर्ण अङ्गं अपि च प्रत्यय कीदृश अस्ति सम्पूर्ण तत् विधि भवेत् इति वदति। अत्र लक्ष्मी भगिनी किञ्चित् सहायं करोतु। आं भगिनि, अत्र प्रश्नः तु येन विधिस्तदन्तस्य इति किमर्थं न प्रवर्तते इति वा भगिनि? हा, किमर्थं येन विधिस्तदन्तस्य प्रथमतया येन विधिस्तदन्तस्य इत्यस्य प्रसक्तिः अस्ति वा इति प्रश्नः, तदनन्तरं प्रसक्तिः अस्ति तथापि कार्यं करोति वा इति द्वितीयप्रश्नः, कार्यं न करोति चेत् किमर्थम् इति प्रश्नः. अस्तु, नेट् वशीकृति इत्यस्मिन् सूत्रे येन विधिस्तदन्तस्य इति सूत्रं न प्रवर्तते, अत्र तस्य आवश्यकं नास्ति. अत्र विशेषविशेषणभावः अस्ति, तथापि अन्त्यः विशेषणस्य अन्तिमवर्णस्य कार्यं नास्ति इति कृत्वा येन विधिस्तदन्तस्य इत्यस्य कार्यमपि नास्ति. अत्र वशी इत्यस्य अन्तिमकार्यं नास्ति इति, अन्तिमकार्यं नास्ति इति कथं जानीमः? अस्माकं निर्णयः वा? सूत्रस्य प्रसक्तिः अस्ति खलु तत्र वशीकृति इत्यत्र, इत्यत्र तु सन्देहः अस्ति, सन्देहः अस्ति इति कृत्वा येन विधिस्तदन्तस्य इति सूत्रम् आगच्छति सहायं कर्तुं खलु. परन्तु अत्र षष्टि विभक्तौ किमपि नास्ति, येन विधिस्तदन्तस्य षष्टिविभक्ति भवति चेदेव आगच्छति. न, सूत्रे तु किमपि तथा न उक्तम्. षष्टिविभक्तिः अस्ति चेदेव इति नास्ति, सूत्रे किमपि तथा न उक्तम्. यद्यपि तस्य यद्यपि तत्र षष्टिविभक्ति यत्र अस्ति तत्रैव तस्य प्राप्तिः अस्ति इति समीचीनं, विधिः तत्र इति. परन्तु तस्मिन् सूत्रे अत्र वशीकृति इत्यत्रापि विधिः अस्ति खलु, निषेधकसूत्रे अपि विधिः अस्ति खलु. तर्हि वशीकृति इति विशेषणविशेषभावः अस्ति, तर्हि अत्रापि येन विधिस्तदन्तस्य इत्यनेन यः कृत् प्रत्ययः यत्र केवलं वश् प्रत्याहारस्य वर्णः अस्ति, नो चेत् तादृशकृत् प्रत्ययः यस्य अन्ते वश् प्रत्याहारस्य वर्णः अस्ति, द्वयोः ग्रहणम् इति वक्तुं शक्नुमः, इति वक्तुं शक्नुमः. परन्तु तादृशं कुर्मः चेत् अस्माकं कार्यसिद्धिः न भवति, इष्टकार्यसिद्धिः न भवति. तर्हि इदानीम् अत्र कोऽपि प्रत्ययः वश् प्रत्याहारस्य वश् प्रत्याहारे अस्ति इति चिन्तयामः, तदानीं तत्र वश् प्रत्याहारे प्रत्ययस्य आदौ अस्ति इति चिन्तयामः, तर्हि तत्र निषेधः अपेक्षितः. परन्तु इदानीं वशीकृति इत्यत्र येन विधिस्तदन्तस्य इति सूत्रेण अन्ते भवेत् इति वदामः चेत् तत्र इष्टसिद्धिः न भवति, एतादृशसन्दर्भः बहुत्र भवति. तदर्थमेव यस्मिन् विधिस्तदादौ वल्ग्रहणम् इति वार्तिकमस्ति, तद्वार्तिकं स्पष्टीकरोति यत्र विशेषणविशेषभावः अस्ति, परन्तु अत्र सप्तम्यन्तं पदमस्ति, विशेषणविशेषभावः सप्तम्यन्तपदद्वयोः मध्ये अस्ति, अपि च विशेषणं तत्र अल्वर्णः अस्ति. तस्मिन् सन्दर्भे तत्र आदौ अल्वर्णस्य ग्रहणम् आदौ भवेत् इति कृत्वा अत्र वशादिः इति अर्थः निष्पद्यते. बुद्धं वा भगिनी? अन्ते इत्युक्ते अहं न अवगच्छामि, अन्ते किमर्थम्? अन्ते येन विधिस्तदन्तस्य इति, इदानीं पश्यतु इकः अङ्गस्य कृत् प्रत्ययस्य आदौ वश् प्रत्याहारः न. You are saying anta, I'm not able to understand. No, no, no. Aham ante iti na vadami. Aham kim vadami, aham kim vadami iti chet. Vashikriti iti visheshna vishesha bhavaha asti. Atra vastutaha yasmin tatra yenavadi sadantasya iti paribhasha sutrasya api prasaktihi asti atra. Yadi tasya sutrasya prasaktihi asti, tadanim tatra artaha kaha bhavati iti chet. केवलं वश् इति कृत् प्रत्ययः अथवा तादृशकृत् प्रत्ययः यस्य अन्ते वश् प्रत्याहारस्य वर्णः अस्ति इति तादृशार्थः निष्पद्यते. तदा तादृशार्थः निष्पद्यते चेत् इष्टसिद्धिः न भवति. इत्युक्ते तत्र प्रत्ययस्य अन्ते वश् प्रत्याहारस्य वर्णः अस्ति चेदेव अस्ति चेदपि निषेधः भवति इति तादृशार्थः निष्पद्यते. तद् न इष्यते अस्माभिः अत्र. तदर्थम् अत्र यस्मिन् विधिस्तदादौ वल्ग्रहणे इति वार्तिकस्य आवश्यकता अस्ति. इदं वार्तिकं किं करोति इति चेत् येन विधिस्तदन्तस्य इति सूत्रं प्रबाद्य ओवरै कृत्वा अत्र वदति यत् आदौ एव भवेत्, न तु अन्ते. अस्तु इति तत्र एकं किं वक्तव्यम्? तत्र भवती एव पृष्टवती खलु कुत्र अन्ते इति सूचयति इति, कुत्र सूचयति? येन विधिः तदन्तस्य अन्तस्य इत्यस्ति खलु, येन विधिः तत् अन्तस्य वशीकृति इति विशेषणविशेषभावः अस्ति. अतः सामान्य अर्थः कः? यत्र विशेषणविशेषभावः अस्ति चेत् सामान्य अर्थः कः? अभेदः इति अर्थः खलु. सुन्दरः बालकः इति चेत् सम्पूर्णबालकः सुन्दरः. एवमेव वशीकृति इति वदामि चेत् सम्पूर्णकृत्प्रत्ययः वश् प्रत्याहारस्य वर्णः. इदानीम् अस्माकं पुरतः एकः प्रत्ययः अस्ति यत्र केवलं व इति वर्णः अस्ति, अथवा केवलं ल इति वर्णः अस्ति, अथवा यः कोऽपि वर्णः वश् प्रत्याहारस्य वर्णः, ज इति वर्णः अथवा भ इति वर्णः, यः कोऽपि वर्णः तादृशप्रत्ययः इति चिन्तयतु. तदानीमेव तत्र नेड्वशीकृति कार्यं करोति इति चिन्तयतु. सः एव सामान्य अर्थः वशीकृति इत्यस्य. परिभाषासूत्रं नास्ति चेत् तदेव अर्थः. इदानीं येन विधिः सदन्तस्य इति सूत्रं किं वदति? यत्र विशेषणविशेष्यभावः अस्ति तदानीं न केवलं सामान्य अर्थः, न केवलं वशी एव कृति, सुन्दरः एव बालकः, न केवलं तादृशसामान्य अर्थः, अपि च किञ्चित् विशेष अर्थः अपि स्वीकर्तव्यः. कीदृशविशेषः अर्थः इत्युक्ते तादृशं यस्य अन्ते अस्ति तदपि ग्रहणं, तस्यापि ग्रहणम्. अतः इदानीं कृति अस्ति परन्तु तादृशकृति यस्य अन्ते वशी अस्ति तस्यापि ग्रहणम् इति तत्र येन विधिः सदन्तस्य इति सूत्रं वदति. अतः अत्रापि तदेव स्यात्. किमर्थम् अत्र न स्यात् इति चेत् तत् सूत्रम् ओवर्रैड् कृत्वा प्रबाद्य यस्मिन् विधिः सदादौ वल्ग्रहणे च्युति वार्तिकं किं वदति इति चेत् यत्र विशेषणविशेष्यभावः अस्ति अपि च तत्र सप्तम्यन्तं पदमस्ति, यस्मिन् इति उक्तत्वात् सप्तम्यन्तं पदमस्ति, तत्र एतत्र वशीकृति इत्यत्र अन्ते ग्रहणं नास्ति परन्तु आदौ स्वीकर्तव्यम्, आदौ अल्ग्रहणम्, आदौ यस्य विशेष्यं यस्य विशेष्यस्य आदौ अल्वर्णस्य ग्रहणं कर्तव्यम् इति अत्र अस्ति. बुद्धं वा? उदाहरणं कर्तुं शक्यं वा? इदे अस्माकं वशीकृति एव उदाहरणम्. भगिनि इक्त्वा प्रत्यय उदाहरणं वा न इक्त इक्त प्रत्यय न ता वश्नै न इक्त्वा प्रत्यय त्वा व हलन्त एण्डिङ्ग् देन् दट् विल् बि वश् अन्ते अन्ते आगच्छति त्वा न तत्र त्वा इत्यत्र आकारः अस्ति खलु न अहं वदामि आकारः विल् लीव् फार् वन् मिनिट् ओके ओके ओके ओके अहमेकं उदाहरणं वदामि, एकं सरलम् उदाहरणं वदामि. अत्र पश्यतु ई सार्वधातुके यकारः इकारः ई सार्वधातुके इति केनचित् सूत्रेण उक्तम्. ई सार्वधातुके इति उक्तम् ई ई आर्धधातुके क्षम्यताम् ई आर्धधातुके इति उक्तं य योगः इ इति सप्तम्यन्तं य इति शब्दस्य सप्तम्यन्तम् इ अनन्तरम् आर्धधातुके इति पदद्वयम् अस्ति. इदानीं वयं जानीमः यकारः यकारः आर्धधातुकप्रत्ययस्य आदौ यकारः कुत्र भवति इति चेत् विधिलिङ्गि भवति खलु, जानीयात् यात् इति अस्ति खलु यकारः, तत्र यकारः अस्ति, प्रत्ययस्य आदौ यकारः अस्ति. अपि च आर्धधातुकप्रत्ययः अस्ति तत्रापि यकारः भवति, आशीर्लिङ्गि अपि यकारः भवति, या तत्रापि यात् इति श्रूयते. इदानीम् ई आर्धधातुके इत्यत्र वयं जानीमः अस्माकम् इष्टं किम् इति चेत् यकारः प्रत्ययस्य आदौ स्यात् इति अस्माकम् इष्टमस्ति. तादृश इष्टसिद्धिः कथं भवति इति चिन्तनीयं क्रमेण. ई आर्धधातुके इति सूत्रे दृश्यते चेत् वयं जानीमः ई इति सप्तम्यन्तं पदम्, आर्धधातुके इत्यपि सप्तम्यन्तं पदम्, अनयोः विशेष्यविशेषणभावः अस्ति. तर्हि विशेषणविशेषभावः अस्ति इति चिन्तयामः चेत् तदानीं प्रथमं येन विधिः सदन्तस्य इति सूत्रम् आगच्छति. ई अर्धधातुके इति वदामः चेत् तत्र किम् अवगच्छामः, सामान्य अर्थः अर्धधातुकप्रत्ययः यत्र य इति वर्णः अस्ति तावदेव अवगच्छामः। यथा सुन्दरः बालकः इति चेत् सम्पूर्णबालकः सुन्दरः, एवमेव ई अर्धधातुकः इति चेत् सम्पूर्ण अर्धधातुकप्रत्ययः यत्र य इति वर्णः अस्ति तावद् अवगच्छामः, सामान्य अर्थः। तावद् बुद्धं वा? आं भगिनि, तावद् बुद्धं। हा, सामान्य अर्थः। इदानीं अस्माकं पाणिनीयसूत्रेषु तत्र महत्त्वं किम् इति चेत् तत्र सूत्रस्य कार्यक्षेत्रं बृहत् भवेत्, नो चेत् बहूनि सूत्राणि कर्तव्यानि भवन्ति, एकस्य सूत्रस्य कार्यक्षेत्रं बहु बृहत् भवेत्। यावन्तः शब्दाः सन्ति बहूनि तत्र तेषां सर्वेषां ग्रहणम् अस्मिन् सूत्रे भवतु, नो चेत् तत्र पृथक् पृथक् सूत्रं कर्तव्यं भवति। तदर्थं किं कृतम् इति चेत् इदानीं सामान्य अर्थः य इति अर्धधातुकप्रत्ययः अस्ति चेदेव भवति इति उक्तम्। परन्तु यदि अहम् इच्छामि न केवलं य इति प्रत्ययः परन्तु यस्य अन्ते यकारः अस्ति तस्यापि ग्रहणं भवतु इति अहम् इच्छामि चेत् तदानीं तत्र येन विधिस्तदन्तस्य इति सूत्रं सहकरोति। तत्सूत्रं किं वदति? भवत्याः प्रत्ययः केवलं य इति अस्ति चेत् तस्यापि ग्रहणं भवतु, तदेव सामान्य अर्थः। परन्तु प्रत्ययस्य अन्ते य इति अस्ति, यकारः अस्ति, तस्यापि ग्रहणं भवतु इति येन विधिस्तदन्तस्य इति सूत्रं वदति, इत्युक्ते कार्यक्षेत्रं बृहत् करोति इति येन विधिस्तदन्तस्य। तावद् अवगतं वा? तत्र या इति प्रत्यय अन्ते न भवति भगिनि, भगिनि तून् प्रत्यय उदाहरणं न, इदं समापयामि, इदं समापयामि एकक्षणं, कृति इति त्यजतु, मम उदाहरणे किमस्ति तत् पश्यतु। कृति इति त्यजतु, मम उदाहरणे ई अर्धधातुके इति अस्ति खलु, ई अर्धधातुके इत्युक्ते अर्धधातुकप्रत्ययः यः यकारः अस्ति अपि च अर्धधातुकप्रत्ययस्य अन्ते यकारः अस्ति द्वयोः अपि ग्रहणम् इति येन विधिसदन्तस्य इति सूत्रं वदति। तावत् बुद्धं वा न वा? अन्ते कुत्र? प्रत्ययस्य अन्ते इत्युक्ते य इति प्रत्ययः अस्ति चेत् तस्यापि ग्रहणं, यदि कोऽपि अर्धधातुकप्रत्ययः अस्ति यस्य अन्ते यकारः अस्ति तस्यापि ग्रहणम् इति चिन्तयतु। तत्र प्रत्ययः यस्य अन्ते यकारः, तादृशप्रत्ययः कोऽपि प्रत्ययः, यथा अनीय भगिनि, न न अनियर् मास्तु, अनियर् नास्तु, अनियर् भगिनि न न न वश् इदानीं तत् त्यजतु, मम उदाहरणम् ई अर्धधातुके किम् अवगतम्, कुत्र यकारः अन्ते भवति इति इत्युक्ते तादृशप्रत्ययः अस्ति इति चिन्तयतु भगिनि। इदानीं तत्र प्रत्ययः य इति प्रत्ययः एकः प्रत्ययः, अपि च प्रत्ययः इदानीम् अनीय इति प्रत्ययः चिन्तयतु, अनीय यकारः अस्ति अन्ते इति चिन्तयतु, तादृशप्रत्ययः तस्यापि ग्रहणं भवतु इति सूत्रं वदति। तावदेव य इति प्रत्ययः अस्ति चेदपि ग्रहणं, नो चेत् अन्यप्रत्ययः यस्य अन्ते यकारः अस्ति तस्यापि ग्रहणम्, अनीय इति प्रत्ययः अस्ति इति चिन्तयतु। अनीय पूर्वं पठितं खलु, इगन्ताङ्गस्य तत्र इकः गुणः इति, तत्र तदेव अत्रापि, तदेव अत्रापि। हा, तर्हि इदानीं बुद्धं खलु, य इति प्रत्ययः अपि च यस्य अन्ते यकारः अस्ति तादृशप्रत्ययः, द्वयोः अपि ग्रहणम् इति येन विधिस्तदन्तस्य इति सूत्रं वदति। परन्तु यत्र सप्तम्यन्तं पदमस्ति तत्र येन विधिस्तदन्तस्य इति कार्यं न करोति, तत्र तु विशिष्टवार्तिकमस्ति यस्मिन् विधिस्तदादौ वल्ग्रहणे, तेन वार्तिकेन प्रत्ययस्य आदौ अल्वर्णस्य ग्रहणं भवति। अतः अत्र ई अर्धधातुके इति वदामः चेत् तादृश अर्धधातुकप्रत्ययः यस्य आदौ यकारः अस्ति तस्य एव ग्रहणम् इति सूत्रम् इति वार्तिकं वदति। बुद्धं वा? आं भगिनि। अस्तु, मीना भगिनी, तत्र यात् इति प्रत्ययः अनुकूलं भवति, यकारः आदौ भवति, आदौ भवति तावदेव परन्तु अनीय प्रत्ययः यकारः अन्ते भवति तत्र येन विधि सदन्तस्य इति सूत्रं प्रबाद्य इदं वार्तिकं कार्यं करोति यदि यस्मिन् विधि सदादवल्ग्रहणे इति वार्तिकमेव नास्ति चेत् तदानीम् अस्माकं तादृशसन्दर्भः भवति अत्र वशीकृति इति वदामः चेत् केवलं वश् प्रत्याहारस्य वर्णः अस्ति कृत्प्रत्यये केवलं वश् प्रत्याहारस्य वर्णः अस्ति चेदपि तस्य ग्रहणं भवति अपि च तादृशकृत्प्रत्ययः यस्य अन्ते वश् प्रत्ययः अस्ति तस्यापि ग्रहणं भवति तद् न इष्यते अस्माभिः तदर्थं वार्तिकं कृतम् आगतं खलु पुनः चिन्तयतु भगिनी एकवारं ध्वनिमुद्रणं शृणोतु स्पष्टं नास्ति चेत् अनन्तरं पृच्छतु परिभाषासूत्रं वदति तस्मात् उत्तरस्य तस्मिन् इति निर्दिष्टे पूर्वस्य किञ्चित् समानमेव एतदपि खलु अत्र सप्तमी अस्ति इति कृत्वा आदौ कार्यम् इति वार्तिकं वदति समानमेव पूर्वं परिभाषासूत्रं यत् न परिभाषासूत्रं तु आदौ भवति इति न उच्यते सप्तम्यन्तं पदात् पूर्वं कार्यम् इति वदति पूर्वं कार्यं भवति अत्रापि तदेव भवति खलु सप्तमी अन्तः वशीकृति अस्ति तस्य न अत्र इत् पूर्वं भवति इति भिन्नविषयः इत् पूर्वं भवति इति भिन्नविषयः परन्तु वश् पूर्वं भवति इति नास्ति खलु अस्तु अस्तु वश् पूर्वम् अस्ति इति नास्ति खलु मीना भगिनी भवती किं करोति इति चेत् अत्र सार्वधातुक अर्धधातुकयोः इति सूत्रम् अस्माभिः पठितं खलु पूर्वं तत्र व्याख्यानम् अस्ति तत्र पश्यतु अहं लिङ्क् प्रेषयामि मम ई पत्रे लिङ्क् अपि प्रेषयामि एकवारं पठतु नावगच्छति चेत् अनन्तरं पुनः अस्य सूत्रस्य कार्यं बहुत्र भवति पश्यामः तदानीम् अतः भगिनी यस्मिन् विधि सदन्तस्य यस्मिन् विधि सद अल्ग्रहणे सूत्रेण तत् आदौ यः कोऽपि आदौ अस्ति तत् ग्रहणं भवति येन विधि सदन्तस्य यत् अन्ते अस्ति तस्य ग्रहणं भवति हा अन्ते अस्ति चेदपि ग्रहणं भवति केवलं विशेषणम् अस्ति चेदपि ग्रहणं भवति खलु सामान्य अर्थः अपि अस्ति संशयः येन विधिः सदन्तस्य कार्यं करोति चेत् मेड् वशेः कृतेः इति सूत्रं भवेत् न श्रूयते सम्यक्तया पुनः वदतु येन विधिः सदन्तस्य सूत्रं कार्यं करोति चेत् मेड् वशेः कृतेः इति सूत्रं भवति न श्रूयते वशः कृतः वशः न षष्ठी इति नास्ति वशीकृति इति सप्तम्याम् अस्ति इति सा वदति येन विधि तदन्तस्य कार्यं करोति चेत् सूत्रं नेड् वशेः कृतेः इति भवति न षष्ठ्यन्तं पदं भवेत् षष्ट्यन्तं भवेत् सप्तमी यदा वयं सप्तमी इति पश्यामः तदेव अस्मिन् अस्माभिः मनसि यस्मिन् विधिः तद् आदौ अल्ग्रहणे इति सत्यं तत्र अवगमनार्थं तत्र येन विधि सदन्तस्य अपि अत्र प्रसक्तम् अस्ति इति स्पष्टीकरणार्थम् उक्तं परन्तु तद् न अवगम्यते चिन्ता नास्ति यत्र सप्तम्यन्तपदद्वयम् अस्ति तत्र यस्मिन् विधि सदादौ अल्ग्रहणे इति एव कार्यं करोति इति मनसि अस्ति चेदपि पर्याप्तम् येन विधि सदन्तस्य इति कुत्र कार्यं करोति इति पुनः अग्रे आयास्यति पश्यामः मम संशयः अस्ति भगिनि विधिसूत्रं आदसाधिकस्य वलादेः निषेधसूत्रं लेड् वशीकृति परन्तु निषेधसूत्रं प्रथमं अत्र भवति न द्वितीयपादे अष्टमसूत्रं तेन किमपि नास्ति भवितुमर्हति तथा भवितुमर्हति इति सामान्यसंशयः सर्वदा भवति तत्र निषेधकसूत्रं प्रथमं विधिसूत्रं प्रथमं स्यात् तदनन्तरमेव निषेधसूत्रम् इति तथा किमपि नास्ति वयम् अवगन्तुं शक्नुमः निषेधसूत्रम् आर्धधातुकसेड् वलादेः इत्यस्य एव इति अवगन्तुं शक्नुमः पूर्वम् अस्ति चेदपि नास्ति चिन्ता तत्र अनुवृत्त्यर्थं तत्र प्रथमं स्थापितम् प्रश्नः अत्र गीताञ्जलि भगिनी वदतु. क्षम्यतां भगिनि, एक संशय तत्र वार्तिके वल् इति सोरि अल् इति प्रत्याहारस्य प्रयोजनं किं? अल् इत्युक्ते सर्वाणि व्यञ्जन सर्वाणि तदेव तत्र तत्र सङ्केतः अस्ति यत्र विशेषणविशेषभावः अस्ति अपि च तत्र अल् वर्णस्य विशेषणरूपेण अस्ति तत्र एव इदं कार्यं करोति. वशी इति तत्र अल् वर्णरूपेण अस्ति खलु, किन्तु अल् नास्ति चेत् अपि अर्थः तु समानेव भवति न अल् अस्ति खलु, वशी इति अल् अस्ति खलु, वश् प्रत्याहारस्य कश्चन वर्णः इति अस्ति खलु. आम् आम्, एतादृशसन्दर्भेषु एव यस्मिन् विधि सदादौ वल् ग्रहणे इति कार्यं करोति यत्र विशेषणविशेषभावः अस्ति अपि च विशेषणम् अल् रूपेण अस्ति. इदानीम् अल् रूपेण व इति व कृति इति भवितुमर्हति अथवा ल कृति इति एकः वर्णः अस्ति तत्र एव कार्यं करोति. ओ, एक एव वर्णः अस्ति चेत् तत् प्रयोजनम् इति दत्तम् अस्ति. एकः एव वर्णः वश्प्रत्याहारस्य एकः वर्णः खलु, वश्प्रत्याहारस्य व इति वर्णः अथवा ज इति वर्णः यः कोऽपि वर्णः वश्प्रत्याहारस्य वर्णः. अधुना किञ्चित् अवगतं भगिनि. हा, सर्वे पुनः ध्वनिमुद्रणं शृण्वन्तु. यस्मिन् विधि सदादौ वल् ग्रहणे इति पुनः आयास्यति सूत्रं, तदानीं तत्र पुनः पश्यामः. इदानीं न बुद्धं चेत् चिन्ता नास्ति, अग्रे गच्छेम. अस्तु, अत्र शर्मिला भगिनी पठति वा सारांशः एवं यत्? पठामि भगिनि. सारांशः एवं यत् आर्धधातुककृत् प्रत्ययस्य आदौ वर्गीयव्यञ्जनानां प्रथमः द्वितीयसदस्यः ष श स ह च इत्येषु अन्यतमः चेत् सः प्रत्ययः इडानुकूलः भवति. धातुः अपि सेट् चेत् सामान्यतया इडागमो भविष्यति. इदानीं वयं द्वौ सूत्रौ अपश्यत् नेड्वृषिकृति अपि च द्वे सूत्रे अपश्यत् अपि च आर्धधातुकस्य एडवलादे तस्य फलितार्थः अस्ति आर्धधातुककृत् प्रत्ययः भवेत् अपि च आदौ वर्गीय प्रथम द्वितीय वर्णः भवेत् अथवा श श सः इत्येषु अन्यतमः वर्णः अस्ति चेत् प्रत्ययः इडानुकूलः अस्ति अपि च धातु अपि इडानुकूल अस्ति चेत् इडागमः प्रायेण इडागमः भविष्यति इति. यथा नूल् अनिट् त्रिच् सेट् प्रत्ययः सन्ति, नूल् धातोः परे चेत् इडागमः न कदापि भवति. त्रिच् सेट् अस्ति अतः धातुः अपि सेट् चेत् इडागमः सम्भवति भवति इति सामान्यनियमः, परन्तु केचन अपवादाः सन्ति. अत्र नूल् अणिट् अस्ति, त्रिच् सेट् प्रत्ययः अस्ति अतः इडागम इडानुकूलधातु परे नूल् प्रत्ययः अस्ति चेत् इडागमः न भवति, परन्तु त्रिच् प्रत्ययः अस्ति चेत् इडागमः सम्भवति. अतः अत्र पुनः सामान्यतया प्रायेण भवति, अपवादः अपि सन्ति इति दीयते. अधुना चिन्तनं कुर्वन्तु, एते सार्वधातुककृत्प्रत्ययाः आर्धधातुककृत्प्रत्ययाः सेट् वा अनीट् वा, अन्यत् तव्यत्वा ल्युट् तवतु तुम अनियर् अजादि अस्ति अतः अनिट् अस्ति, त प्रत्यय त आदौ अस्ति अतः सेट् अस्ति, तव्यत् त्वा द्वावपि सेट् अस्ति, ल्युट् प्रत्यय यकार अस्ति, सेट् नास्ति, नास्ति युट् इति सेट् नास्ति सेट् नास्ति तव तु अपि त आदौ अस्ति तुमुन् अपि त आदौ अस्ति अतः सेट् अस्ति युट् इति सेट् किमर्थं नास्ति लकारस्य यकार अस्ति आदौ वल् प्रत्याहारे अपि नास्ति वल् प्रत्याहारे नास्ति ल्युट् प्रत्ययः कदा भवति इट् वलादे अर्धधातुकस्य इट् वलादे वल् प्रत्याहारे अपि नास्ति वष् प्रत्याहारे अपि नास्ति समीचीनं समीचीनं ल्युट् प्रत्ययः कदा भवति ल्युट् प्रत्ययस्य एकं रूपं वदतु कुत्रापि इडागमः नास्ति तत्र सत्यम् अग्रे तव तु वस्तुतः अन इति स्वीकरणीयं यु इत्यस्य स्थाने अन इति भवति खलु अन इति स्वीकरणीयम् उभयत्र यु इति अस्ति चेदपि वलादिः नास्ति अन इति अस्ति चेदपि वलादिः नास्ति अनुबन्धलोपान्तरमेव कर्तव्यमेव सर्वदा सर्वदा तव तु इति प्रत्ययः अपि सेट् अस्ति तुमुन् अपि सेट् अस्ति इत्युक्ते इडानुकूलः अस्ति अस्तु समीचीनं अनुबन्धलोपानन्तरम् आदेशः भवति चेत् आदेशः स्वीकरणीयं वा अनुबन्धलोपानन्तरं यद् भवति तत् स्वीकरणीयं यत्र यत्र आदेश यत्र आदेशः अस्ति इत्युक्ते चिन्तयन्तु अत्र पाणिनिः यदा आदेशः स्थापितः कस्यचित् तर्हि तत्रापि विचिन्त्य एव स्थापितः ल्युट् इति प्रत्ययः अपि वलादिः नास्ति तस्य स्थाने यः आदेशः अस्ति सः अपि वलादिः नास्ति तत्र यः प्रत्ययः वलादिः नास्ति तस्य स्थाने वलादिप्रत्ययस्य आदेशः न दृश्यते अतः तत्र ल्युट् इति स्वीकरोति चेदपि अन्य इदानुकूलः नास्ति तस्य स्थाने आदेशं स्वीकरोति चेदपि वलादिः नास्ति तत्र क्लेशः नास्ति यदि भेदः अस्ति चेदेव क्लेशः तादृशभेदः न दृश्यते अस्तु इदानीम् अरविन्द महोदय पठतु यदि भेदः अस्ति चेत् किं करणीयं भगिनि तादृश उदाहरणं प्रथमम् आनेतव्यं तदानीं चिन्तयामः तादृश उदाहरणम् अस्ति वा भवत्याः पार्श्वे इति चिन्तयन्तु सर्वे तादृश उदाहरणम् अस्ति चेत् इतोपि अग्रे चर्चां कर्तुं शक्नुमः प्रश्नः मूलप्रत्ययः वलादिः नास्ति परन्तु तस्य स्थाने यः आदेशः सः आदेशः वलादिः अस्ति चेत् किं करणीयम् इति प्रश्नः तादृश उदाहरणम् अस्माकं पुरतः अस्ति चेत् भगिनी मूल् प्रत्ययः कीदृशः लोपस्य अनन्तरमपि वलादि भवति किन्तु तत् तत्र किम् आदेशः भवति तत्र तत्र किं नूल् नूल् प्रत्ययः वदतु इदानीं नूल् प्रत्यये किम् अवशिष्यते नूल् प्रत्ययः कीदृशप्रत्ययः वल् प्रत्ययस्ति वल् प्रत्याहारे अस्ति अपि च कीदृशप्रत्ययः अस्ति वश् अपि अस्ति वश् अस्ति खलु अतः निषेधः अस्ति खलु तत्र तस्य स्थाने अक इति आदेशः तत्रापि नास्ति वलादिः नास्ति एकस्मिन् स्थले वल् वश् द्वयमपि अस्ति अन्यस्मिन् स्थले किमपि नास्ति अतः कथमपि न भवति अतः तत्र मीना भगिन्याः प्रश्नस्य समाधानं दातुं तादृश उदाहरणम् अस्ति चेत् चिन्तयन्तु चर्चां कर्तुं शक्नुमः इदानीं मम मनसि नास्ति अस्तु अरविन्द महोदय अग्रे धातु सेट् वा अनिट् वा इत्यस्य प्रपञ्चः अग्रे अर्धधातुकपाठे अधीयते परन्तु एतावता अस्माभिः ज्ञातं यत् आर्धधातुकः कृत् प्रत्ययः अनित् चेत् इडागमः अवश्यं न भवति. प्रत्ययः सेट् चेत् धातुः अपि सेट् चेत् इडागमस्य सम्भावना. तत्र अर्धधातुकपाठे अग्रिमम् अनित् वा सेट् वा इत्यस्य पूर्णतया अवगमनं भवति इति दत्तमस्ति. तदापि धातु प्रत्ययानां गुणम् आश्रित्य सेट् वा अनित् वा इति द्वयोः गुणं दृश्य एव इडागमस्य चिन्तनं भवति, सम्भावना एव भवति इति दत्तमस्ति. आहत्य कृत् प्रत्ययाः तिङ् प्रत्ययाः च द्विविधाः, सार्वधातुकाः अर्धधातुकाः च. यत्र प्रत्ययः सार्वधातुकः स च प्रत्ययः कृत् वा तिङ् वा भवतु प्रक्रिया समाना. तथैव प्रत्ययः अर्धधातुक चेत् स च प्रत्ययः कृत् वा तिङ् वा भवतु प्रत्ययः समाना. अतः धातुभ्यः प्रत्ययः यत्र विधीयते तत्र चिन्तनं केवलं द्विविधं, सार्वधातुकम् आर्धधातुकं च. तत्र स च प्रत्ययः कृत् अथवा तिङ् इत्यनेन प्रक्रियायां भेदः नास्ति. अतः सार्वधातुकप्रक्रियायाम् अस्ति लट् लोट् लङ् वितिलिङ् शत्रुशानच् एतेषां कार्यं समानं विकरणप्रत्ययसहितं सहितत्वात्. आर्धधातुकप्रक्रियायाम् अस्ति लृट् लृङ् लृट् लुङ् लिङ् आशीर्लिङ् तृच् नुवल् तव्यत् अनीयर् तवतु इत्यादयः. एतेषां कार्यं समानं विकरणप्रत्ययरहितत्वात् इडागमचिन्तनसहितत्वात् च. तत्र समग्रदृष्टिः दत्तमस्ति सर्वधातुक अर्धधातुकप्रक्रियायां कीदृशं पृथक्त्वं करणीयम् इति. सार्वधातुकं वा अर्धधातुकं वा तयोः प्रक्रिया समाना भवति. सर्वधातुकप्रक्रिया समाना भवति कृत् वा तिङ् वा इति चेत् प्रक्रिया समाना भवति. तथैव अर्धधातुकप्रक्रियायां कृत् वा तिङ् वा भवतु प्रक्रिया समाना भवति इति दत्तमस्ति. तत् धातुभ्यः प्रत्ययः यत्र विधीयते तस्य चिन्तनं द्विविधं भवति, केवलं सार्वधातुकम् अर्धधातुकम् इति द्वयोरूप प्रक्रिया भेदत्वेन. यत्र सार्वधातुकप्रक्रिया अस्ति तत्र लट् लोट् लङ् वितिलिङ् एवं शत्रुशानच् षित् अस्ति, तेषां कार्यं गणचिन्तनस्य कारणेन विकरणप्रत्ययसहितमेव भवति. यत्र अर्धधातुकप्रक्रिया भवति तत्र लुट् लृङ् लुट् लुङ् लिङ् आशीर्लिङ् एवम् अशित् प्रत्ययाः यथा तृच् नुल् तव्यत् अनीयर् तवतु इत्यादयः, तत्र विकरणप्रत्ययस्य कोऽपि चिन्ता नास्ति, केवलम् इडागमचिन्तनसहितमेव तस्य प्रक्रिया भवति इति समग्रदृष्टिः दत्तमस्ति. बहु समीचीनं, स्पष्टं खलु? यत् अस्माभिः वारं वारं चर्चितं तदेव सारांशरूपेण उक्तं. कोऽपि प्रश्नः अस्ति वा? अस्तु, अत्र मीना भगिनी एकवारं पश्यतु इदानीम्. अत्र एक अन्यत् उदाहरणं यत् अस्माभिः पूर्वं चर्चितं तत् पश्यामः. इकः अङ्गस्य इति अस्ति, इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः इति सूत्रमस्ति खलु? आं भगिनि. तत्र इकः अङ्गस्य इत्यस्य अर्थः कः? यत्र अङ्गम् इक् भवति, इक् प्रत्याहारः भवति, तस्य अङ्गस्य गुणः भवति गुणः इति गुणः भवति. भवती किम् उक्तवती यत्र अङ्गस्य इक् वर्णः अस्ति, कुत्र भवेत् इक् वर्णः? किमर्थम् अन्ते इति वदति? इकः अङ्गस्य इत्यस्य तयोः कीदृशभावः अस्ति? विशेषविशेषभावः अस्ति खलु? विशेषविशेषभावः अस्ति चेत् तत्र कः अर्थः? यस्य अङ्गस्य सम्पूर्णतया इक् वर्णस्य एव सुन्दरः बालकः इति वदामः चेत् कः अर्थः? सम्पूर्णबालकः सुन्दरः इति एव अर्थः खलु? हस्तः सुन्दरः, पादः सुन्दरः इति नास्ति. सम्पूर्ण अङ्गं सम्पूर्णबालकः सुन्दरः. एवमेव इकः अङ्गस्य, एकक्षणम्, इकः अङ्गस्य इति वदामः चेत् एण्टैर् अङ्गम् इस् इक्. देट् मीन्स् यु हेव् ओन्लि इक् लेटर् देर्, यु डोण्ट् हेव् एनिथिङ्ग् एल्स्. देट् मीन्स् यु हेव् इ इति अङ्गम्, उ इति अङ्गम्, रु इति अङ्गम्. देट् इस् वाट् इस् इकः अङ्गस्य. यस्मिन् अङ्गे इक् एव एकः वर्णः अस्ति, हा, यस्मिन् अङ्गे इक् एव एकः एव वर्णः अस्ति, दट् इस् वाट् इस् इकः अङ्गस्य विशेषणविशेषभावः. किन्तु न, एकक्षणं भगिनि, एकक्षणं. सर्वे वदन्ति चेत् तत्र स्पष्टता न भवति. इदानीं पश्यतु, अत्र इकः अङ्गस्य इत्युक्ते तत्र एकः एव वर्णः अस्ति. इक् इति इक् प्रत्याहारस्य कश्चन वर्णः अस्ति, तादृश अङ्गम्. इदानीं सूत्रस्य अर्थः तावदेव. इ इति अङ्गम् अस्ति चेत् गुणः भवति, उ इति अङ्गम् अस्ति चेत् गुणः भवति. यदि तादृश अर्थः अस्ति चेत् तर्हि सूत्रस्य कार्यक्षेत्रं बहु लघु भवति खलु. कार्यक्षेत्रं बहु लघु भवति इत्युक्ते केवलं तत्र चत्वारः दातवः अथवा पञ्चदातवः एव सन्ति. अत्र केवलम् इ इति वर्णः अस्ति, उ इति वर्णः अस्ति, परन्तु तद् न इष्यते. अत्र सूत्रस्य कार्यक्षेत्रं बहु बृहत् भवेत्. तदर्थं किं क्रियते? येन विधिस्तदन्तस्य इति सूत्रं किं वदति? यत्र विशेषणविशेषभावः अस्ति तत्र इक् इति अङ्गम् इति भवतु, तस्यापि ग्रहणं, यः सामान्य अर्थः अस्ति तस्यापि ग्रहणं, परन्तु यस्य अङ्गस्य अन्ते इक् वर्णः अस्ति तस्यापि ग्रहणं करोतु इति येन विधिस्तदन्तस्य इति वदति. इदानीं किं भवति? न केवलं तत्र पञ्चदातवः इ ऊर् ल् इति यत्किमपि पञ्चदातवः सन्ति, न केवलं तेषां ग्रहणम्, अपि च यदि जी इति धातुः अस्ति तत्र अन्ते इकारः अस्ति वा? तस्यापि ग्रहणं भवति, तस्यापि ग्रहणं भवति. जयति इति रूपम् अस्ति खलु. यदि येन विधि सदन्तस्य इति नास्ति तर्हि जी इति धातोः गुणः एव स्यात् खलु. इदानीं नी इति धातुः अस्ति, तत्रापि गुणः अस्ति, नयति इति रूपम् अस्ति. यदि येन विधि सदन्तस्य इति नास्ति तर्हि नयति इति रूपमपि न स्यात्. नी इत्यस्य कृते अपि गुणः इष्यते. तदर्थम् इदानीं किम् उच्यते? न केवलम् इक् इति अङ्गं, परन्तु तादृश अङ्गं यस्य अन्ते इक् अस्ति तस्यापि ग्रहणं करोतु इति वदति येन विधि सदन्तस्य. तावदेव, अन्यत् किमपि नास्ति. बुद्धं खलु? तर्हि अत्र विरमामः. एवमेव अस्ति सर्वत्र, यत्र विशेषणविशेषभावः अस्ति. नास्ति चिन्ता, इकः अङ्गस्य इति अवगतं खलु, तावत् पर्याप्तं. इकः अङ्गस्य अवगतं, तदेव मनसि स्थापयतु. अस्तु भगिनि, अस्तु, धन्यवादः, नमस्कारः. धन्यवादः, धन्यवादः.